कः अथवा का आगच्छति? हरि ओम्, सावित्री। सावित्री भगिनी, अन्य कोऽपि? जगन्नाथ अस्मि। जगन्नाथ महोदय, अन्य कोऽपि अस्ति? सावित्री भगिनी इति नाम अस्ति, जगन्नाथ महोदय अपि अस्ति। 9181060 अहम् अत्र कम्प्यूटर् आडियो अत्र गच्छामि वा, भवत्य अनन्तरं सूचयति वा? मां पश्यति वा? वीडियो तु न स्थापितम्, अहं केवलम् इदानीं फोन् मध्ये वार्तालापं करोमि यत् अत्र आमाम् अत्र पि सि मध्ये यत् इन्फर्मेशन् आगतं ततः अहं फोन् दूरभाषां कृतवती। इदानीं तत्र पि सि मध्ये कम्प्यूटर् आडियो इति भवति, तत्र गच्छामि वा इत्यादिकं पृच्छामि। आम् इति मन्ये, कम्प्यूटर् आद्यं कम्प्यूटर् आडियो इति नोदयतु महोदय। इदानीं भवती दृश्यते, किन्तु पुनः गतम्। का आगच्छति अथवा कः वा का वा न जानामि। नास्ति नास्ति अहं चिन्तयामि वीडियो आन् न कृतवती इतोपि पर्यन्तम् इति अहं चिन्तयामि। एवं वा, अत्र केमरा चिह्नम् अस्ति, अण्ड् देन् लैन् ड्रान् ओवर्, अतः एव अहम् एतत् वदामि। नाम केमरा चिह्ने अहं नोदयामि वा? आम् आम्, अत्र किमर्थं क्लोस् वीडियो इति एव आगच्छति, अत्र म्यूट् इति लाक् व्यू इति टु आप्षन्स् श्रूयते दृश्यते, तत् किं करणीयम्? हरि ओम्। आम् आं भगिनि, अहं न जानामि किं करणीयम् इति, परन्तु भवत्याः प्रश्नः नास्ति इदापि। सा उक्तवती किमर्थं तस्याः वीडियो न द्रष्टुं शक्नुमः इति। Bottom left hand call, there is a video icon that must be crossed out or turned off. So I told her that, she said she touched it already. She said I already touched it. Then means the camera is when she first... It's not working, yeah. No, camera would be working. It is not connected to this browser. Something has post, it will probably ask her at that time to connect to the camera or not. मम समीपे नाम अपि न आगच्छति. नाम अपि न आगच्छति. सो फस्ट् टैम् सेटप् करणीयं भवत्याः, तर्हि एतत् सर्वं तस्मिन् समये भवति. इट् विल् आस्क् यु आल् दोस् क्वश्चन्स् अण्ड् सेट् यु अप् वेन् यु डू द फस्ट् टैम् सेटप् यूसिङ्ग् युवर् ऐ डि. इफ् यु लाग् इन् एस् अ स्टूडेण्ट् इट्स् प्राब्लि नाट् गोयिङ्ग् टु आस्क् यु आल् दट्. अस्तु. अहं किं करणीयम् इदानीम् इत्युक्ते किमपि दर्शनीयं खलु, सो लेखनी इति लेखनी अङ्कनी. अहम् इदानीं शेर् कर्तुं प्रयत्नं करोमि. उत्तमं. भवन्तः पश्यन्ति वा इति वदन्तु. अस्तु. पश्य दृश्यते परिचयः, एषः कुलः, मार्जारः दृश्यते. दृश्यते मम. अस्तु अस्तु, समीचीनम्. अहं पुनः अन्य स्क्रीन् प्रति गच्छामि. अस्तु. So can we assume that everything is working? So I'll do the mute. Well, if you want to try any other features, like click on participants and try and mute them or unmute them and see if you can do all that. Yeah, sure. I'll do start. So now all of you are muted, so only I can say. But if you want, star 6 and unmute yourself. अस्तु. स्टार् सिक्स् कार्यं करोति. सावित्री भगिनी, एवम् अन्म्यूट् कृत्वा अहं प्रष्टुं शक्नोमि किल? अस्तु. अनन्तरं म्यूट्. महोदय, ऐ वास् लुकिङ्ग् फार् दि अदर् बटन् wherein we can mute every, like, you know, we had the mode button. I don't see that anymore, and that was what. And do you see a button for participants, attendees? I come button asti. Yeah, I see the attendees. Yeah, so tatra gatva. You put your cursor on top of where the dots are. It will mahodaya. So you can individually mute them, but I don't know how you globally mute them from the screen. That I don't know. Yeah. I see. Star 5 works, so that is good enough as far as. Bahu samichena mahodaya. Okay. Asmakam screen upari bhavati kila etat participants mute unmute option api. इदानीं भवती क्वशन् आन्सर् मध्ये आगत्य पृष्टवती वा एतत् सर्वम्? इदानीम् अहं लेक्चर् मध्ये गच्छामि. अत्र गत्वा अहं लेक्चर् इति बटन् नोदयामि चेत् भवन्तः अन्म्यूट् कर्तुं न शक्नुवन्ति. सो इफ् यु ट्रै टु अन्म्यूट् युर् सेल्फ़्, यु केनाट् अन्म्यूट् युर् सेल्फ़्. So I go back and I change it to question and answer. So which means you can unmute yourself. Unmute kritva vadatu kimat. So I see a question from Jagannath Mahodaya. So what should I do? I click on you. Allow control. Okay. So now I can, you can chat with me. How does the question? Okay, so I see you are asking a question. Pick the question. Okay, Astu. Savitri Bhagini, you can talk now. Hello or no? Okay, so for the Q&A session over. Yeah. Over, after that I got unmuted. Prior to that, yes, I couldn't. Yes. Correct. So how does the Q&A section, work? Okay, let's see. Okay, but where is, okay, I'm not on the host mode right now. किन्तु तस्याः वीडियो उपरि एकम् ऐकान् आगच्छति, तत्र क्लिक् करणेन क्वश्चन् आन्सर् अस्माकम् आगच्छति पार्टिसिपेण्ट्. आमाम् ऐ सी दट्, बट् द क्वश्चन् इस् वेन् ऐ पुट् एव्रिबडि आन् दट् क्यू एन् ए मोड्, यू केन् नाट् आस्क् अ क्वश्चन्. दट्स् द थिङ्ग्, इफ् ऐ पुट् आन् द क्यू एन् ए, I yes, everybody, yes. And then I see that you want to ask a question. So I don't know how to unmute you. Personal. Because Bhavya was able to do it that time. Okay, I didn't so try I'm this feature. So I'm going to go to her email. And she has a detailed email. Yeah. That Nityananda Mondal Mahadev wrote so much and then he hasn't joined yet. So is he coming or he's not coming? I thought he was going to be coming. He's the one that set up this time and date and everything. अपि च एतत् अस्मिन् प्रवेष्टुं पिन् कोड् आवश्यकता नास्ति किल? इदानीम् अहं यत् प्रविष्टवती. किं भगिनि? पिन् कोड् भवत्याः न आवश्यकम्. केवलं होस्ट् रूपेण आगच्छति, तस्य कृते पिन् कोड् आवश्यकं. नो चेत् the separate pin code that it gives when if you are online and you want to synchronize your call to the screen, then it gives you a separate pin code that you have to use. Idanim yasmin margye vayam gatavantah etadeva uchitam va for students also gatantah smah. Whatever it is showing you on the screen is what you use if you're, yeah, since you're online. Okay, so I'm going to put you on the Q&A mode. So according to Bhavya Bhagini's one, it says all participants are in muted mode. After that, host can unmute a selected participant by clicking on the red microphone icon next to the participant's name. But I don't think I see it, but I'm going to try it again. Right. Only when you put your cursor on top of that, you will see it. And right now it is gray, which means I can speak. Astu. So, aham punarekavaram. Astu Mahodaya. इदानीं श्रूयते वा? श्रूयते. And did it work? So what did you have to do? So I have to keep the cursor there. Oh, okay, okay. On the red button, and then it will work. Oh, okay. And then I press on it again, I'll mute you again. Savitri Bhagini. Yeah, I was able to mute her and unmute her. Who is this one? 918106. Kimapi na bhagini. 810 mama eva. ओ भवती वा? भवत्याः नाम किं भगिनि? सावित्री. सावित्री, यु हैव टू नंबर्स, आई मीन सो यू केम इन ट्वाइस. नहीं नहीं, हां, पूर्वं पूर्वं एकवारं आगतवती. अस्तु. तदा टेपि न न आसन् अतः न ज्ञातवती. अस्तु अस्तु. दशनिमिषपूर्वं. किन्तु एतत् मम बहु रीसौण्ड् आगच्छति. आम् आम्. तस्य कृते किं करणीयम्? अस्माकं वाल्यूम् न्यूनं करणीयं तावदेव. अहं चिन्तयामि. एकमेव अस्ति चेत् समीचीनं. भवती फोन् मध्ये अपि च कम्प्यूटर् मध्ये द्वौ अपि उपयोगं करोति खलु? एकमेव पर्याप्तम् इति अहं चिन्तयामि. अस्तु, अहं तत् कम्प्यूटर् मध्ये म्यूट् कृतवती. भवती श्रोतुं शक्नोति किल मम? इदानीं प्रतिध्वनिः नास्ति. अस्तु भगिनि, अहम् इदानीं किं करोमि? स्थगयामि इदानीं. ज्ञातवती वा? मम तत्रैव समस्या अस्ति. आम् आम्. रेकार्डिङ्ग् आरम्भं कृतवती, परन्तु कुत्र अस्ति इति. तत् रेकार्डिङ्ग्.